नमस्कारः पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं। तत्र कर्मणि भावे च लुङ् लकारः इति पाठः, तत्र चिण् भावकर्मणोः इत्यनेन चिण् आदेशः, प्रथमं स प्रत्ययस्य विषये दृष्टवन्तः, इदानीं सिच् प्रत्ययस्य विषये, परन्तु जानीमः कर्मणि भावे कर्तृवाचक सिच् प्रत्ययेभ्यः तत्र प्रथमपुरुष एकवचने चिन् भावकर्मणोः इत्यनेन चिन् आदेशः, चिणोलुक् इत्यनेन चिन् उत्तरस्य थ प्रत्ययस्य लुक् भवति। अतः तत्र रूपं यदा पश्यामः कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पण आत्मनेपदसंज्ञकप्रत्ययाः इ इत्युक्ते चिन् चिन् इत्यस्य इ एव अवशिष्यते। सातां सत ताः सातां ध्वं सि स्वहि स्महि, सर्वत्र सातां सत इत्यत्र सर्वत्र सकारः, सिच् प्रत्ययस्य सकारः। यदा कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकाः अस्ति चेत् तत्रापि इ चिन् चिन् भावकर्मणोः इत्यनेन चिन् अनिट् सिच् प्रत्ययेन निष्पन्नाः, सेट् सिच् प्रत्ययेन निष्पन्नाः प्रथमपुरुषे एकवचने चिन् भावकर्मणोः इत्यनेन चिन् आदेशः। अनन्तरं यदा सेट् अस्ति चेत् इशाताम् इशत इष्टाः इशाताम् इड्वम् इषि इश्वहि इश्महि, तत्र इड्वं कथम् आगच्छति इति अद्य एव पश्यामः। तत्र इकारः तु अस्माकं स्यासित् सीयुर् तासिषु भावकर्मणोर् उपदेशे जन ग्रह जषा वा चिन्वत् इट् च इति सूत्रेण तत्र भावकर्मविषये आर्धधातुक उपदेशे अजन्तधातूनां हन् ग्रह् दृश् धातूनां विकल्पेन चिन्वत् कार्यम्। अनन्तरं स्यासित् सीयुट् तासि इत्येषु परेषु चिन्वत् पक्षे तत्र इडागमः अपि भवति, स्यासित् सीयुट् तासीनाम् इडागमः, प्रत्ययानाम् इडागमः, तदेव इडागमः वयं यद् अत्र सिद्धप्रत्ययेषु पश्यामः। इड्वम् इशाताम् इशत ईष्टाः इशाताम् इड्वम् इषि इश्वहि इश्महि, सर्वत्र तद् इडागमः अनेन सूत्रेण यत् आगच्छति तदेव। चिन् तु साक्षात् चिन् अस्ति तत्र प्रथमपुरुषे एकवचने सेट् वा अनिट् वा द्वयोः अपि। अनन्तरं तत्र आकारान्तदातवः इत्यस्मिन् विषये एव वयम् आरम्भं कृतवन्तः गतसप्ताहे। आतोयुक् चिन् कृतोः आदन्तानां युकागमः चिनि निति निति निति कृति च, अतः तत्र आदन्तम् अस्ति धा इति धातुः, तत्र अनिट् धातुः, तत्र रूपं तत्र यदा प्रथमपुरुष एकवचने तु लुङ् लङ् लृङ् शुष्वडुदातः इत्यनेन अडागमः, अधा योगः लुङ्, इदानीं भावकर्मण विवक्षा अस्ति इति कृत्वा तिबादयः आत्मनेपदिनः, अधा योगः इ, आतोयुक् चिन् कृतोः चिन् अस्ति इति कारणेन आतोयुक् चिन् कृतोः इत्यनेन युकागमः, अधा इ, प्रथमपुरुष एकवचनं चिन्वत् पक्षे वा अपक्षे वा अधा इ इत्येव रूपं भवति। अन्यत्र किं भवति इति पश्यामः। अरुणा भगिनी प्रथमसूत्रं स्था गवोरिच्च गोरिच्छ स्था धातोः भूसञ्ज्ञकधातूनां च अन्य अलः हस्व इकारात् अन्त्य अलः हस्व इकारादेशो भवति, किचः किञ्चित् भावो भवति च आत्मनेपदे परे। साश्च कुश्च तयोः इतरेतरद्वन्द्वः स्याधु घु तयोः धात्वोः धात्वोः षष्ट्यन्त्यम् इत् प्रथमान्तं च अव्ययपदम् इत्यस्य अनुवृत्तिपदं सूत्रम्। अनः चिच् इत्यस्मात् चिच् इत्यस्य अनुवृत्तिः, असंयोगात् लिप् इत्यस्मात् खित् इत्यस्य अनुवृत्तिः, लिङ् सिच् लिङ् सिचौ आत्मनेपदेषु इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं स्ताग्भो इत च सिचः चित् आत्मनेपदेषु। प्रथमसूत्रमस्ति आकारान्तधातूनां स्थाग्भोरिच सूत्रं वदति स्था धातु भूसञ्ज्ञकधातु अस्ति चेत् अत्र अन्त्य अलः हस्व इकारो भवति सिच् प्रत्यय किद्वद्भावे भवति चेत् आत्मनेपदे हरे निमित्तमस्ति धातुः साधातु भूसञ्ज्ञकधातुना अन्त्य अलस्थाने हस्व इकार आदेशः तदेव आदेशः निमित्तानि सिच्छः किद्वद्भावस्ति चेत् आत्मनेपदे परे सत्यम् अतः तत्र यदा वयं तत्र प्रत्ययाः पश्यामः उपरि कर्मण्यर्थे इति कुत्र कुत्र तस्य अस्य सूत्रस्य प्रसक्तिः भगिनि धातुः गुसंज्ञकः अस्ति अन्त्य अलः ह्रस्व इकारादेशः भवति सिच् प्रत्यये परे सिच् प्रत्ययः कुत्र अस्ति तत्र उपरि यदा तत्र बिन्दुत्रयम् अस्ति तस्मात् पूर्वं तत्र सिद्धप्रत्ययाः सन्ति किल कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इति तत्र कुत्र अस्य सूत्रस्य प्रसक्तिः इति पूर्वं यदा भवती पठितवती तस्मात् पूर्वं किञ्चित् एव पूर्वम् ओके सत्यं सातां सन्त साः सन्त न तस्मात् अधः आगच्छतु सन्त इति कर्त्रार्थे सन्त इति नास्ति किल सत इत्येव अस्ति तथा एव कुत्र भवति सिच् प्रत्ययः कुत्र कुत्र अस्ति इति वदति सिच् प्रत्ययः पदपुरुष बहुवचनम् अस्ति इति प्रथमपुरुष एकवचनं वयं जानीमः छिन् प्रत्ययः अस्ति सत्य अत्र परन्तु अन्यप्रत्ययाः सिच् प्रत्ययाः एव सत्यः अतः तत्र कार्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः सन्ति किल तत्र प्रथमपुरुष एकवचनं विहाय अन्ये अष्ट प्रत्ययाः तु सिच् प्रत्ययाः एव अत्र सर्वत्र किं भवति अन्त्य अलः ह्रस्व इकारादेशः भवति अतः वदतु तदेव वदतु अध योगः योगः सिच् आत्मनिवर्ते दास् अकारस्थाने इकारः भवति दि योगः अधि अधिश् ते शकार मूर्तनशकार भवति अधिष्ठे स्वादिष्टे साता सत सर्वत्र भवति समीचीनं तदेव भवति यदा भवती उक्तवती तत्र अस्य प्रसक्तिः स्ताद्भवोरिच्छ इति सूत्रस्य प्रसक्तिः तत्र भवति द्वितीय यद् नव प्रत्ययाः दत्ताः किल कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकाः प्रत्ययाः इशाताम् इशत इष्टाः इशाताम् इद्वं तत्र भवति वा न न इदानीं भवती पठितवती किल सातां सतस्ताः सातां द्वं तस्मात् अनन्तरमेव अस्ति कश्चित् अतः भगिनि कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे just after the sich pratyay anit, it is there, set. Two sets of pratyaya bhagi. Are you able to see syasit siyur tasishu bhava karmano iti sutra? अन्यपठति भगिनि अस्तु महोदय वदति वा रघुपतिमहोदय तत्र भवति वा इति किं किं भगिनि तत्र स्ता गवोरिच्छा इति सूत्रस्य प्रसक्तिः सेट् सिच् प्रत्ययेन निष्पन्न आत्मनेपदसंज्ञकप्रत्ययः अस्ति किल तत्र भवति वा तत्र सिचः तत्र सिचः दत्तमस्ति तत्र इदानीं विडागमः भवति खलु तत्र भवति वा न भवति आं किमर्थं न भवति सिचः कित् सिचः कित् तत्र इडागमः केन सूत्रेण भवति इडागमः अस्ति इडागमः अस्ति आदर्थ इति वलादे इत्यनेन वा तत्र तु प्रत्ययः प्रत्यय एव योजितं किल तदा अनित् प्रत्ययः अस्ति किल धातुः इदानीं तस्यापि इडागमः कुर्मः चेत् तत्र तत्र इत्यनेन एव भवति अत्र केवलम् इडागमः इति न चिन्वदपि आरोपितं किल चिन्वदपि अस्ति इति कारणेन अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति प्रथमनवसु प्रत्ययेषु यत्र अनिट् सिच् प्रत्ययेन निष्पन्न आत्मनेपदसंज्ञकाः सन्ति तत्र प्रथमपुरुषे एकवचनं विहाय सातां सत स्ताः सातां द्वं सी स्वहि स्महि इत्यत्र सर्वत्र अस्य प्रसक्तिः अस्ति स्तात् गवोरिच्च इति सूत्रस्य द्वितीय सेट् अस्ति किल तत्र इशाताम् इशत इष्टाः इशाताम् इद्वं तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते तत्र चिन्वत् आरोपितमस्ति इदानीं सिच् सिच् इत्यस्य उपरि चिन्वद् आरोपितम् अतः अस्य सूत्रस्य प्रसक्तिः नास्ति स्पष्टमस्ति वा तद्विषयः इषः विषयः सिच् भगिनि सत्यं चिन्वत् आरोपितं सिच् सियुट् तासिषु इति अनेन भगिनि सत्यम् आम् च चिन्वदपि इडागमः अनेन सूत्रेण एव भवति दा इति अनिट् धातुः अस्ति तत्र कथं वा इशाताम् इति रूपम् आगच्छति अर्धधातुकस्य इडवलादेः इत्यस्य प्रसक्तिः तु न भवति किल सत्यं सत्यम् अतः स्यासित् सीयुर्दाशिषु भावकर्मणो जनग्रह दृशाम् वा चिन्वत् इट् च अजन्तधातूनां कृते तस्य प्रसक्तिः अस्ति किल अतः तत्र इडागमः अपि भवति चिन्वदपि आरोपितमस्ति समीचीनं तदेव प्रथमसूत्रमस्ति स्ता गवोरिच्च इति सूत्रस्य प्रसक्तिः केवलं तत्र ह्रस्व इकारादेशः इत्येव न कित्वमपि आरोपितं कित्वम् आरोपितं चेत् किं कार्यम् न भवति तावदेव यद्यपि तत्र अधि इति यदा भगिनी उक्तवती किल अधा अधि इति भवति तदापि तत्र गुणः वा वृद्धिः वा न भवति कित्वम् आरोपितम् तद्रूपं साधयामः सूत्राणि पठित्वा साधयामः धन्यवादः अरुणा भगिनी रघुपतिमहोदय पठति वा इणः शीध्वं लुङ्लिटां धूं इणः शीत्वं लुङ्लिटां महोदय भवतः ध्वनिः सम्यक् न श्रूयते. एकनिमिषः भगिनि. इदानीं श्रूयते वा? श्रूयते. अस्तु. इनः श्रीध्वन् लुम्लिटां धोङ्गात् इति अष्टमध्यायस्य तृतीयपादस्य अष्टसप्ततितमं सूत्रमस्ति. इणन्त अङ्गोत्तरस्य श्रीध्वं लुङ् लिट् इत्येतेषां सम्बद्धधकारस्य स्थाने मूर्धन्यादेशः भवति. स्थानेन्तरतम इत्यनेन मूर्धन्यः ढकारः तदन्तविधिः इत्यनेन इणः अङ्गात् सियुट् योग तदन्तविधिः इत्यनेन इण अङ्गात् इति अस्ति. इणङ्गात् सियुट् योगध्वम् इति अस्ति. अत्र शीध्वम् इति भवति आदेशपत्ति इत्यनेन षत्वम् इण्कोः इत्यस्य अधिकारः. किन्तु इणः उच्यते सूत्रेण नियमनार्थं येन कवर्गेभ्यः कार्यं न स्यात् इणः अस्तु. इण्कोः नास्ति अत्र. इणः इत्येव सूत्रेण नियमनार्थं येन कवर्गीयभ्यः कार्यं न स्यात्. शीध्वं च लुङ् च लिट् च तेषाम् इतरेतरद्वन्द्वः. शीध्वं लुङ् लिटः तेषां शीध्वं लुङ् लिटाम् इणाः. इणः पञ्चम्यन्तं शीध्वं लुङ् लिटां षष्ट्यन्तं दः प्रथमन्तं प्रथमान्तम् अङ्गात् पञ्चम्यन्तम् अनेकपदविधं सूत्रम् तयोर्व्यावचीसंहितायाम् इत्यस्मात् संहिताम् इत्यस्य अधिकारः. अपदान्तस्य मूर्धन्यः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति इणः अङ्गात् शीध्वं लुङ्गिटां दः मूर्धन्यः अपदान्तस्य संहितायाम् इति. अत्र इणः उत्तरस्य तत्र इण्वर्ण इण्प्रत्यागत उत्तरस्य शीध्वमिति तत्र कुत्र भवति? अत्र प्रायः आशीर्लिङ्ग् अस्तु. आशीर्लिङ्ग् इति शीध्वं भवति. तत्र सीट् आदेशः भवति शीध्वम्. अपि च लुङ् अपि लिट् लकारस्य दकारादि तत्र तद्ध्वम् इत्यस्य तत्र मूर्धन्य आदेशः भवति. मूर्धन्य इति अत्र टवर्गी एव अस्ति. ढकारः एव ढकारस्य स्थाने ढकारः भवति इति अस्ति. अतः इदानीं तत्र किमस्ति अत्र किमस्ति अत्र ईध्वम् इति ईयुगध्वम् इति अस्ति. इदानीम् ईयुगध्वम् किमस्ति अत्र ईस् क्षम्यताम् ईश् ईश्युगध्वम् अस्ति. तत्र सकारस्य लोपः भवति दीच इत्यनेन भवति वा? न तत्र इणङ्ग इण् अङ्गस्य उत्तरस्य लुङ् किल तत्र अस्माकं तु ईध्वम् इति अस्ति. धकारस्य स्थाने अत्र सिच् प्रत्ययेन तत्र इस् योगध्वम् इति खलु तत्र सकारः कुतः गतः? कुत्र ईध्वम् इत्यस्मिन् इस् योग शकार अस्ति खलु? ध्वम् इत्येव तत्र सकारः एव नास्ति. यदा पूर्वं पश्यति तत्र अनिट् सिच् प्रत्ययः इति अस्ति किल तत्र साक्षात् ध्वम् इत्येव अस्ति. तत्र सकारः एव नास्ति. प्रायः यदा भवान् वदति तत्र धीच इत्यनेन सकारलोपः जातः खलु? तत्तेन खलु तेनैव एक एक एव सूत्रम् अस्ति. अतः प्रायः अनेन ईध्वम् इति अस्ति. अत्र सकारलोपः ईध्वम् इति इदानीं डकारस्य डकार भवति ईध्वम् इति भवति. अतः तत्र त्रिषु स्थलेषु तत्र ढत्वं मूर्धन्यादेशः भवति. आशीर्लिङ्ग् इत्यस्य शीध्वम् इत्यस्य ईध्वम् इति भवति. लिट् इत्यस्यापि भवति. लिट् इत्यस्य किं न जानामि. तत्रापि ढत्वं न जानामि. अग्रे प्रायः पश्यामः. लुङ्ग् इत्यस्यापि भवति तत्र. सूत्रे शीध्वम् इति उच्यते आशीर्लिङ्ग् सूचयित एव सूत्रस्य कार्यं दः मूर्धन्यः भवति, धकारः भवति. सत्यं सत्यं धकारः मूर्धन्यः भवति. आं सत्यं तदेव तस्य कार्यम्. अत्र इण् इति उक्तत्वात् इन्कोः इति यद्यपि तस्मिन् अधिकारे अस्ति, इण् इति साक्षात् उक्तत्वात् इण् एव स्वीकरणीयं. तत्र कवर्गस्य तत्र स्वीकार्यं नास्ति अस्मिन् सूत्रे. मूर्धन्य आदेशः भवति, इट्वम् इति रूपं भवति. समीचीनं, तदेकमेव स्थले एकस्मिन्नेव स्थले, अतः लुङ्लकारे एकस्मिन्नेव स्थले तस्य कार्यं. मध्यम पुरुष बहुवचनं सेट् इट्वम् तत्र अनिट्पक्षे अपि भवति, परन्तु तद् न प्रदर्शितं तावदेव. अस्तु भगिनी, उषा भगिनी विभाषेटः पठतु. अस्तु, विभाषेटः इणः परः यः इट् ततः परेषां शीद्वं लुङ् लिट् इत्येषां सम्बन्धकारस्य सम्बन्धदकारस्य सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति. ओके, विभाषा प्रथमान्तम्, इटः पञ्चमीयन्तम्, विभाषेटः ओ सो इटः ओके विभाषा प्रथमान्तम्, इटः पञ्चमीयन्तं द्विपदमितं सूत्रम्. इणः शीद्वं लुङ् लिटां दो अङ्गात् इत्यस्मात् इणः शीद्वं लुङ् लिटां दः इत्येषाम् अनुवृत्तिः. ओके, अपदान्तस्य मूर्धन्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इणः इटः शीद्वं लुङ् लिटां दः मूर्धन्यः अपदान्तस्य विभाषासंहितायां. विभाषे टः इति सूत्रम् इणः शीद्वं लुङ् लिटां दो अङ्गात् इति साक्षात् अनन्तरम् अस्ति. इणः शीद्वं लुङ् लिटां दः इति अनुवृत्तिसहितम् आयाति. इणः परः, इणः पञ्चमी विभक्ति, इणः परः यः इटः इट् आगमः अस्ति, ततः परः परेषां शीद्वम् अथवा लुङ् प्रत्ययः अथवा लिट् प्रत्ययः अस्ति चेत् लिट् प्रत्यय प्रत्ययेषु सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति इति भवति. इणः शीद्वं लुङ् लिटां दो अङ्गात् इत्यनेन सिच् प्रत्ययस्य सेट् सिच् प्रत्ययस्य कृते इद्वम् इति इड्वम् इति भवति. अत्र विभाषा टे विभाषे टः इत्यनेन कर्मणि भावे अनिट् सिच् प्रत्ययस्य द्वम् इत्यस्य ई भवति वा? ऐ गेस् नो भगिनि, ऐ डोण्ट् नो. यदा साधयामः तस्मिन् समये पश्यामः. इदानीम् इणः शीद्वम् इत्यनेन नित्यं भवति, विभाषेटः इत्यनेन विकल्पेन विकल्पेन भवति मूर्धन्य आदेशः. तावदेव, तद् रूपं साधयामः तस्मिन् समये इण् आगच्छति वा इणः परः इट् अस्ति वा सर्वं पश्यामः. अतः अनेन इणः परः यः इट् तत्र पुनः समाननिमित्तमेव, परन्तु विकल्पेन भवति मूर्धन्य आदेशः, तकारस्य मूर्धन्य आदेशः. अतः स्थलद्वयमेव सम्भावना, मध्यमपुरुष बहुवचनं, यदा सेट् वा अनिट् वा इति द्रष्टव्यं कुत्र भवति. तत् पश्यामः. अस्तु, धन्यवादः. अरुणा भगिनी ह्रस्वात् अङ्गात् पठति वा? पठामि भगिनि. ह्रस्वात् अङ्गात् अष्टमध्याये तृतीयपादे विंशतिः सूत्रम्. अस्वान्तात् अङ्गात् चिचः लोपो भवति छदि परे. अश्वात् पञ्चम्यन्तम्, अङ्गात् पञ्चम्यन्तं द्विपदं सूत्रं. तदन्तविधिः इत्यनेन अश्वात् अङ्गात् रात्रस्य रात्रस्य इत्येतम् इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्त्यलोपः इत्यनेन इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः अनुवृत्तिचैतसूत्रं हस्वात् अङ्गात् सस्य लोपः झलि सूत्रं वदति हस्वात् अङ्गात् अत्र हस्व हन्त अङ्गात् चिच्छः लोपो भवति निमित्तमस्ति जलि परे सो हस्वात् इति पञ्चमी अङ्गात् अपि पञ्चमी हस्व अङ्गात् सस्य लोपः भवति जलि परे अतः तत्र कस्य प्रसक्तिः कुत्र भवति चिच्छः कुत्र कुत्र अस्ति चिच्छः प्रथमपुरुषविहाय सर्वे अस्ति सत्यं सातां सतस्ताः सातां त्वं सि स्वहि स्महि सिच् अस्ति तत्र जलि परे भवेत् तादृशसकारस्य सिचः एव लोपः भवति अतः कुत्र अस्ति तद् किमस्ति भगिनि प्रत्ययः यत् यत्र अस्य सूत्रस्य प्रसक्तिः भवति हस्वादङ्गात् हस्वान्तम् अङ्गं सिचः लोपः भवति जलि परे अतः तत्र सकारः मध्यमपुरुषे एकवचनं किल ताः ताः इति अस्ति ह्रस्वान्तम् अङ्गं भवेत् हस्वान्तात् अङ्गात् परे सिचः सकारः जलि परे सकारः इति जल् वर्णः अतः सकारलोपः भवति अन्यत्र सर्व सातां सथ साकां द्वम् इति तत्र स्वरः अस्ति अतः तस्य लोपः न भवति द्वम् इत्यत्र तु स्विच् एव नास्ति अतः तत् तत्रापि लोपः न भवति एकत्र एव अस्य कार्यं मध्यमपुरुषद्विवचनमेव आं सत्यम् अतः रूपं साधयामः अनन्तरम् अग्रे पठामः आं महोदय सिचः लोपः भवति परन्तु तत्र सिच् अस्ति खलु ध्वं कुत्र अस्ति किमर्थं न भवति तत्रापि जलि तद् जलि नास्ति तद् परन्तु सिच् एव सिच् जलि अस्ति सिच् नास्ति सिच् नास्ति तत्र किमर्थं तत्र सकारस्य लोपः भवति चेत् प्रत्ययलोपे जल् परन्तु तद् कार्यं किमपि न दृश्यते किल प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकुर्मः चेदपि अस्तु इदानीं तत्र धाधातोः रूपं साधयित्वा अनन्तरम् अग्रे सरामः अग्रे केवलं हस्वात् अङ्गात् इत्यस्य विषये एव पूर्णतया अस्ति भाष्यकारस्य कात्यायनस्य तत्र मतभेदः भवति तत्र सस्य इत्युक्ते किम् इति प्रश्नः सस्य इत्युक्ते केवलं सिच् प्रत्ययस्य एव ग्रहणं वा सामान्यसकारस्य ग्रहणं वा इत्येव अग्रे पूर्णतया तत्र एव चर्चा तस्य एव चर्चा अस्ति अतः प्रथमं धाधातोः रूपं साधयित्वा अनन्तरं सस्य इत्यस्य कः अर्थः मतभेदः कः इति अवगच्छामः अस्तु महोदय भवान् एव आरम्भं करोति वा प्रथमपुरुष धाधातुः अनिट् सिच् प्रत्ययेन अनिट् इति प्रथमं वदति चिन्वत् भावपक्षे चिन्वत् अभावे अनिट् कर्मणि भावे अनिट् सिच् प्रत्यये निष्पन्नः आत्मसञ्जिका इ सतां तथा साः सातां त्वं स्वहि महि इति अस्ति इदानीं तत्र धाधातुः अस्ति खलु तत्र तत्र आतो युक् चिन्कुतोः इत्यनेन तत्र आतन्तनामङ्गान तत्र युगागमः भवति दायोग यकारः इकारः इति अस्ति अदा अडागमः अदा इ इति खलु अदायि अदायि द्विवचनम् अधा योग साताम् इत्यस्ति अधा योग साताम् एकंश अत्र भवति वा तत्र तादोः रिच इति तत्र विरागः भवति तागोः रिच इत्यनेन ईकारः आकारस्य स्थाने ईकारः आदेशः आमाम् इकारादेशः तादोः इत् भवति धातोः दि इति भवति वा तत्र सत्यं दि तर्हि तत्र दिशाताम् इति वा तत्र नवीनकोः इत्यनेन दिशाताम् सत्यं द्वे गायोग सता इति अस्ति तत्रापि धातोः रिच् इत्यनेन तत्र इत् भवति अतः दा इत्यस्य धि भवति दिशत इति क्षमतां दिशत आम् सत्यम् अदायोग स्ताः इति तत्रापि तत्र अधिष्ठिताः अत्र इन्कोः अधिश् इति भवति अनन्तरं कृत्वम् अधिष्ठाः इति भवति तत्र ह्रस्वातङ्गात् इत्यस्य प्रसक्तिः अस्ति वा एकनिमिषात् ओ अस्तु ह्रस्वातङ्गात् क्षम्यतां ह्रस्वातङ्गात् तस्य लोपः जलिपरे अधि इदानीं तत्र ह्रस्व अधि इति भवति खलु अधि योग सत्यम् अधियोग अधियोगस्थाः तत्र लोपः भवति तर्हि अधिताः इति अधिताः इति द्विवचनं द्विवचनं तत्र अधिश् क्षम्यताम् अधिश्योग साताम् अधिशाताम् इति भवति अग्रे त्वम् इति अस्ति तत्र अधि तत्र सिच् नास्ति खलु तत्र भवति वा तत्र सिच् सिच् नास्ति सिच् नास्ति खलु सत्यं सिच् नास्ति तत्र इणः शीघ्रं भवतु मूलं पदान्तः ध्वम् इति तत्र अधाध्वं वा तत्र अधि इत्यत्र इणः अङ्गमस्ति वा तत् परिशीलयतु महोदय इणः इति इन् प्रत्याहारस्य अङ्गमस्ति क्षम्यताम् अदायगध्वम् इति अस्ति अत्र अदायगध्वम् इति अस्ति तत्र धातोः इच्छः चित् तत्र धातोः अत्र गुसंज्ञकस्य इच्छ सिच् नास्ति खलु तत्र तद्वा सिच् नास्ति इति तत्र तानिवद्भावः एव तानिवत् प्रत्ययः एव किल सिच् आसीत् इदानीं सकारस्य यदा भवान् उक्तवान् टीच प्रायः टीच इत्यस्य कार्यम् अनेन लोपः जातः तदपि द्रष्टव्यं टीच इति वा अन्यत् किमपि कार्यमस्ति वा ध्वम् एव खलु तत्र अधाध्वम् एव न ध्वम् इति अस्ति स्विच् इति स्विच् प्रत्ययेन एव निष्पन्नाः किल अष्टानिवद्भावेन तत्र स्विच् तर्हि अधि अधि अधिध्वम् इति अधिध्वम् इति भवति इण् इण् अस्ति इण् उत्तरस्य लुङ् इणोत्तरस्य इणोत्तरस्य लुङ्गः तत्र मूर्धन्यादेशः भवति दिनाङ्गात् शीघ्रलुङ्गितां च मूर्धन्यपदान्तः तत्र भवति भवति अदिध्वम् इति अदिध्वम् अदिध्वम् इति उत्तमपुरुषे अदायुगसि इति तत्र तत्रापि तत्र किमस्ति तत्र साधोः ऋच्छैत्यनेन तत्र ऋच्छैत्यनेन इति भवति अधि अधियोग अधिशि अधिशि अधिष्वहि अधिष्मि सत्यम् अदायि अदायि अधिशाताम् अधिशत अग्रे अधिताः अधिताः अधिशाताम् अधिध्वम् अधिशि अधिष्वहि अधिष्महि सत्यम् अनन्तरं तत्र सा गोरिच इत्यनेन कित्वमपि आरोपितम् अतः गुणः न भवति अधि इति अत्र गुणसम्भावना अस्ति किल आर्धधातुकप्रत्यये परे इति तद् न भवति तद् निषिद्ध अधियोगः सातां तत्र सम्भावना तु अस्ति एव अग्रे एकः धातुः आगच्छति ची इति ईकारात् तत्र भवति किमर्थम् इत्युक्ते तत्र कित्वं न आरोपितं सा गवोरिच इत्यस्य सूत्रस्य प्रसक्तिः तत्र नास्ति प्रत्ययः समानः अस्ति सा ची योगः साताम् इति तत्र तु गुणः भवति अतः अत्र धाधातोः विषये अनेन सूत्रेण गुणबाधा अस्ति स्पष्टमस्ति वा नूतनसूत्राणि अधिकानि अतः एव अहं पृच्छामि स्पष्टमस्ति वा अरुणा भगिनी अरुणा भगिनी पुनः साधयतु यद् महोदयेन साधितम् इदानीं पुनः तद् एव रूपाणि साधयतु तत्र स्पष्टं भवति प्रथमं भवत्याः पार्श्वे सिद्धप्रत्ययः अस्ति वा स्क्रीन् मध्ये इदानीम् अनेक सिच् प्रत्ययेन निष्पन्नः तदेव पुनः करोतु तत्र स्पष्टं भवति वारं वारं कुर्मः दातु अडागमः भवति लुङ् लुङ् लुङ् शुद्धार्थाः इति सूत्रेण सो अदा भवति अदा योगः सिच् अनेक अस्ति चेत् प्रथमपुरुषे चिह्नत्वं चिह्नत्वं भूत्वा ई एव तिष्ठते अधि भवति भगिनि अधा योगः ई आकारान्तधातुः इ इति चिन् प्रत्ययः णित् अस्ति अतः कस्य सूत्रस्य प्रसक्तिः इदानीम् आदन्त अङ्गानां चिनि निति कृति प्रत्यये परे युक् आगमः भवति आतो युक् चिन् कृतोः अतः अधा योगः यु या एव अवशिष्यते अया योगः इदानीं योजयतु अदायि प्रथमपुरुष एकवचनम् अधायि इदानीं द्विवचनं करोतु साफाम् अत्र प्रथमम् अधा भवति अध योगः साफाम् इदानीं सूत्राणि पश्यतु इदानीं सूत्राणि पश्यतु तत्र वयम् आतोयुक्तिं कृतोः इति प्रथमं सूत्रं दृष्टवन्तः आदन्तानां युगागमः स्यात् चिन् नित् निति कृति च इदानीं साताम् इति चिन् वा नित्वा णित्वा कृत्वा अस्ति वा न अतः तस्य सूत्रस्य प्रसक्तिः नास्ति इदानीम् अग्रे सरतु स्थागवोरिच्च सूत्रस्य अपि निमित्तं किम् धातु भूषणधातूनाम् अन्त्यालः हस्त इकारादेशः तदेव भवितुम् अर्हति स्विचः प्रत्यये परे. इदानीं करोतु. अदि अदियोगः साताम् आदेशप्रत्ययवचनं सता अपि सामान्यमेव युगागमनं भवति. अदि अधिष्ट अधिशत अधिष्ट अधिष्ट एव न अधिष्ट न अधिशत अकारः एव. तत्र किमपि सन्धिकार्यं नास्ति. सकारे अकारः अस्ति किल. अधिशत अदि अदि सतः अधिशत सत्यं तावदेव. अदि हस्ता हस्तापि इदानीं पुनः आगच्छतु. तत्र सूत्रं पश्यतु. स्थागवोरिच कृतवन्तः. तत्र अधि इति भवती कृतवती. अग्रिमं सूत्रमस्ति इनः शीध्वं लुङ्लिटां दो अङ्गात्. तत्र तु मूर्धन्य आदेशः भवति. अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति. विभाषेकः इत्यस्य अपि नास्ति. समानकार्यं परन्तु विकल्पेन भवति. ह्रस्वादङ्गात् पठतु. किं वदति ह्रस्वादङ्गात्? अश्वान्तात् अश्वान्तात् अङ्गात् चिच्छः लोपो भवति चलीपरे. इदानीं पुनः पश्यतु. स्थाः इत्यत्र चिचः लोपो भवति जलीपरे. हस्वान्तम् अङ्गमस्ति वा अधि इति? आं भगिनि. इदानीं चिचः लोपः करोतु. अधि चिचः इत्युक्ते सकारलोपः. अतः भवति. अधुना मूर्धन्यशकार अधिश न न तत्र मूर्धन्यस्य प्रसक्तिः एव नास्ति. अधि योगः स्थाः ह्रस्वादङ्गात् इत्यनेन शुचः लोपः. अधि स्थाः तावदेव. शुचः लोपः इत्युक्ते सकारलोपः. तावदेव तत्र अग्रिमं साताम् अत्रापि जलीवर्णः अस्ति. कुत्र जलवर्णः अस्ति? साताम् चिचः परे जलवर्णः भवेत्. चिचः परे तु आकारः अस्ति किल सा इति. परे इत्युक्ते अव्यवधानम् व्यवहितपर अव्यवधानं न साक्षात् अनन्तरम् इति भवेत्. तादृशं नास्ति किल. आकारः अस्ति. अतः लोपः भवति भगिनि. कस्यापि लोपः न भवति. सूत्रं किम्? अधि इति ईकारः इन्कोः अस्ति किल. सकारः अस्ति प्रत्ययस्य सकारः. अतः किं कार्यम्? वदतु उषा भगिनि किं कार्यम्? अधिष्ठाताम् इत्येव भवति भगिनि. केन सूत्रेण वदतु भगिनि? अधियोगः साताम् ह्रस्वादङ्गात् प्रसक्तिः नास्ति. यतोहि सकारस्य परः आकारः अस्ति. स्थाः इव नास्ति. साताम् इत्येव अस्ति. ह्रस्वात् अङ्गात् प्रसक्तिः न भवति. आदि शातां सकारस्य स्थाने मूर्धन्य आदेशः शकारः एव भवति. इण्कोः इणः शिद्वम् इत्यनेन इण् परः ह्रस्व इकारः अस्ति दिक् दकारस्य परः. सकारस्य पूर्वं ह्रस्व इकारः अस्ति, तदा एव इणः शिद्वम् इति सूत्रस्य कारणेन अधिशाताम् इति भवति. इणः शिद्वम् इत्यस्य सूत्रं पुनः पठतु भगिनि. इणः शिद्वम् इणः शिद्वं लुङ्लिटां दो अङ्गात् को अप्पदान्तस्य दः मूर्धन्यात्. सो इन्कोः इत्यनेन एव आदेशप्रत्ययोः एव आदेशप्रत्ययोः इणः शिद्वम् इत्यनेन दकारस्य मूर्धन्यः. ओके अस्तु भगिनि, दः एव मूर्धन्यः भवति सत्यम्. अतः आदेशप्रत्ययोः इत्यनेन रूपं किम्? आदेशप्रत्ययोः इत्यनेन शातां भवति, अधिशाताम् इति भवति. तत्र एव भवति. अरुणा भगिनी इदानीम् अवगतं वा? सम्यक् न अवगतं. अधियोगः शातां, तत्र अधियोगः शाताम् ईकारः अस्ति, परे सकारः अस्ति, अतः तत्र आदेशप्रत्ययोः अधिशाताम् इति भवति. तावदेव. यदा वयं रामेषु इति कुर्मः तादृशमेव इन्कोः तत्र आदेशप्रत्ययोः किल प्रत्ययस्य सकारः पूर्वम् ईकारः अस्ति, इण्को इण्कोः वर्णः अस्ति, इण् प्रत्याहारे ईकारः अस्ति, अतः अधिशाताम् इति भवति. यदा भवती प्रथमपुरुषे कृतवती तादृशमेव. अवगतं किल? त्वम् इति करोतु. त्वम् अस्ति, चल् वर्णः नास्ति, ततः अश्व इकारः न भवति भगिनि. अश्व इकारः तु भवति एव किल, तस्य तु तत्र किं वदति सूत्रं, स्था गवोरिच स्था धातोः भूसंज्ञकधातूनाम् अन्त्य अलः ह्रस्व इकारादेशः भवति सिच् प्रत्यये परे. द्वम् इति सिच् प्रत्ययः, तत्र ह्रस्व इकारादेशः भवति. अधि अधियोगः द्वम्. इदानीं पश्यतु, इणः शीद्वं लुङ्लिटा इणः शीद्वं लुङ्लिटाङ्गस्य शीद्वं लुङ् लिङ्गित्येषां सम्बन्धकारस्थाने मूर्धन्यजकार सत्यं मूर्धन्यवर्णः चतुर्थ अधित्वं सत्यम् अधि अधित्वम् इति भवति. आम् उत्तमपुरुषे वदतु भवन्तम् अस्ति अधियोगः सि शकारलोपं भवति भगिनि. केन सूत्रेण? अस्माकं पुरतः तु चत्वारि एव सूत्राणि सन्ति. कुत्र सकारलोपः भवति इति उक्तम्? अश्वातङ्गात् किं वदति? अश्वान्तात् अश्वान्तात् अङ्गात् चिचः लोपो भवति जलिपरे. जल् परे अस्ति वा? जल् अस्ति, सि जल् सकार जल् एव अस्तु. परन्तु किं वदति सूत्रं, किं वदति? शिचः लोपः भवति जलिपरे. शिच् अपि भवेत्, जल् अपि परे भवेत्. स्थाः इत्यत्र सकारः सिच् ता इति जल् तादृशं भवेत्. ओके, अदिशि अदिशि भवति, इकारः भवति अदिशि सत्यम् अदिशि स्वहि स्वहि अत्रापि अदिश्वहि अदिश्महि तावदेव अदिश्वहि अदिश्महि समीचीनं सम्यक् कर्तुं न शक्नोति न तत्र किं करणीयम् इत्युक्ते यदा गणितं कुर्मः अहं वारं वारं तदेव वदामि यदा गणितं कुर्मः नोट्बुक् पेन् अथवा पेन्सिल् किमपि नीत्वा लेखनीयं स्टेप् वैस् लेखनीयं तदा कुर्मः चेत् तत्र मनसि तिष्ठति एकवारं लिखामः चेत् साधु अनन्तरं यत्किमपि धातुः स्वीकुर्मः तत्र मनसि आगच्छति चत्वारः एव सूत्राणि पुरतः सन्ति अस्य अत्र प्रसक्तिः अस्ति वा न वा इति द्रष्टव्यं चत्वारि अपि नूतनसूत्राणि अतः एव भ्रमः भवति परन्तु सार्वधातुकार्धधातुकयोः पुगन्धलघुपदस्य च एते एव अस्माकं परिचितसूत्राणि इदानीं किञ्चित् नूतनस्थले आगतवन्तः अतः नूतनसूत्राणि अग्रिमसप्ताहे एते तु एतानि पुरातनसूत्राणि भवन्ति नूतनं पठामः चेत् एते तु परिचितानि तावदेव धन्यवादः उषा भगिनी इदानीम् अनन्तर सेट् सिच् चिन्वत् अपक्षे अस्तु भगिनि क्षम्यतां चिन्वत् पक्षे करणीयं दादातु एव चिन्वत् पक्षे करणीयं दादातुः एव अथा योगः अदा योग दिस् इस् कर्मणि भावे सेट् एकं भगिनि सेट् सिच् दादातु अदा योगः इ अदायि एव भवति युक् आगमः अदायि स्टाग्वो रिच इत्यनेन नो नो नो आत्मयुक्तिं कृतोः इत्यनेन चिन्वद्भावः अस्ति युक् आगमः भवति अदायि इति भवति देन् अदा योगः इशाताम् अदायोगः ईशातां वर्णमेलनं न न अदा दा इति ईशातां वेण्डसिद्धिकं दि स्टा धातोः गुसंज्ञक च अन्त्यह्रस्वः इकारादेशः भवति सिचः कित्वद्भावः भवति च ओके ह्रस्व इकार आदेशः अत्रापि भवति सिचः कित्वद्भावः भवति इत्यनेन गुणवृद्धिः नास्ति चिन्वत् मूले नास्ति बट् सियसिच् सियुट् नासिषु इत्यनेन भवति चिन्वत् अनन्तरं बट् नौ स्टाग्वो रिच इत्यनेन नो दट् इस् ओन्लि सिच् कित्वत् भावः सो ये नास्ति भगिनि मूले नास्ति बट् वाट् हेपन्स् टु देट् वेन् वि से सियसिच् सियुट् इत्यनेन भावकर्म चिन्वत् इच्छ चिन्वत् भवति अनन्तरं हौ डस् इट् गो अवे भगिनि चिन्वत् चिन्वत् अस्ति एव इदानीं स्विच् मूले मूले तु स्विच् अस्ति किल इदानीं चिन्वत् आरोपितमस्ति इदानीं चिन्वत् इत्यस्य धर्मः एव इशाताम् इशत इत्यस्य चिन्वत् धर्मः एव स्वीकरोति अतः स्विच् धर्मः तु त्यक्तम् अतः इदानीं किमर्थं वयं चिन्वत् आरोपितवन्तः इत्युक्ते चिन्वद् सूत्राणि यद् सन्ति तस्य कार्यं भवेत् इति कारणेन एव अतः चिन्वत् कार्यं यत्र यत्र भवति यानि सूत्राणि तत्र तत् कार्यं करोति तेषामेव अत्र प्रसक्तिः ओके चिन्वत् भावः अस्ति सत्यं चिन्वद्भावः अस्ति चिन्वद्भावः अस्ति चेत् युक् आगमः भवति सत्यम् ओके युक् आगमः भवति चेत् अदा यकार ईशाताम् अदा ईशाताम् यकार अदा ईशाताम् अदा ईशत अदा इष्टाः अदा यकार इकार अदा ईशाताम् अदा अदा इद्वं अदा अदा योगः यक् योगः इद्वं इद्वं सो इड्वं भवति तत्र परिशीलयतु तत्र इण् शीद्वं लुङ्लिटा विजाशेटः कस्य प्रसक्तिः भवेत् इणः इटः शीद्वं लुङ्लिटां दहमुर्दिनः अप्पदान्तस्य विभाषासंहितायां विभाषाटेः इट् ततः परश् सो इट् ततः परेषां शीद्वं सो इटः अत्र अस्ति सो विभाषा विभाषे तः इत्यनेन एव इणः दकारः मूर्धन्य आदेशः भवति अदा योगः यक् योगः इद्वम् इति इड्वं भवति सो अदा इड्वम् अत्र रूपद्वयं ओ अन्यतरस्य विभाषा इत्यनेन विभाषा इत्यनेन अदा इड्वम् अपि च अदा इद्वम् इणः इति किम् अस्ति अत्र इणः परः यः इट् किल इण् इति कः वर्णः अत्र इणः ओ आकारः युकागमः इणः इटः सो अत्र देन् इणः इटः इति नास्ति नास्ति वा यकारः इण् प्रत्याहारे अस्ति वा ओ आम् आम् आं भगिनि नकारः परः नकारः एवरट् लण् परणकारः यकारः उल्लेखः अस्ति सो इणः सो यकारस्य परः इट् अस्ति शीद्वं लुङ्लिटां दहमूर्धन्यः अपदान्तस्य विभाषा इत्यनेन देन् मूर्धन्ये नास्ति इति भवति वा मूर्धन्य आदेशः विकल्पेन भवति इत्यनेन मूर्धन्य आदेशः नास्ति इत्यस्य कृते देन् इणः अङ्गात् शीद्वं लुङ्लिटां देट् अप्लै ऐ डो विकल्पेन भवति इत्युक्ते एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति अदा इद्वम् अपि भवति सत्यम् अदा इद्वम् अदा इड्वम् देन् सर्वे अवगतवन्तः वा इणः परः यः इट् ततः परेषां लुङ् इण् इति यकारः स्वीकुर्मः युकागमस्य यकारः अधा य यकारः अनन्तरं ध्वम् यकारः इति इण् प्रत्याहारस्य वर्णः इद्वम् इति अपि इट् अपि अस्ति ध्वम् इति अस्ति दकारः इदानीं मूर्धन्यः आदेशः विकल्पेन भवति सो अदा इड्वम् अपि च अदा इद्वम् उत्तमपुरुष अदा यकार इकार अदा इहि अदा इष्महि अदा इष्महि तावदेव एकस्मिन् स्थले एव प्रायः इड्वम् इत्यत्र एव किञ्चित् कार्यमस्ति अन्यत्र सर्वत्र समानमेव युकागमः एव भगिनि प्रीवियस् वन् बि डिड् वेर् देर् द चिन्वत् बाबा नास्ति इति निष्पन्नः भवति बिकास् आफ् स्थाग्वोरिच् सत्यं तत्र सिच् प्रत्ययः अस्ति एव इति इदानीं चिन्वद् पक्षे सिच् प्रत्ययस्य उपरि चिन्वद् आरोपितं चिन्वद् इति कृतवन्तः इति कारणेन अत्र स्थाग्वो इच्च इत्यस्य प्रसक्तिः नास्ति If it does not like that, तत्र प्रसक्तिः तत्रापि भवेत् सामान्यतया भवेत् परन्तु स्यासिच् इत्यनेन वयम् आरोपितवन्तः इति कारणेन अस्य प्रसक्तिः नास्ति अवगतं किल स्पष्टमस्ति अवगतं भगिनि क्लेशः अस्ति तद् भवति प्रथमवारं कुर्मः किल तद् वारं वारं किञ्चित् कुर्मः चेत् स्पष्टं भवति तत्र किं स्मर्तव्यम् इत्युक्ते चिन्वत् पक्षे चिन्वत् अपक्षे इति द्वयं चिन्वत्पक्षे इडागमः भवति, चिन्वदारोपितं भवति, सत्यं चिन्वत् अपक्षे तत्र तु धातुः अनित् अस्ति चेत् तत्र इडागमः न भवति. सामान्यतया यदा धा धातुः अनित् अतः तत्र इडागमः सम्भावना नास्ति. तत्र शाकां शत इति भवति, तत्र स्ताद्गोरिच इत्यनेन ईत्वं भवति. अनन्तरं ह्रस्वादङ्गादित्यनेन झलि परे अस्ति चेत् चिचः लोपः भवति. अनन्तरम् इणः तद् सूत्रद्वयम् अस्ति किल विभाषेटः इणः शीध्वं लुङ्लितां दो अङ्गात् इत्यत्र तत्र सिच् प्रत्ययः इति किमपि निमित्तं नास्ति. इणन्त अङ्गस्य उत्तरस्य लुङ् तकारस्य मूर्धन्यादेशः. इणः परः इट् विभाषेटः केवलम् इट् अस्ति चेदेव इति स्मर्तव्यम्. अतः यदा अस्माकं तत्र ईशाताम् अथवा ईध्वम् ईध्वम् इति अस्ति चेदेव तस्य प्रसक्तिः विभाषेटः. इणः शीध्वं लुङ् लिटाम् इति ध्वम् इत्यस्य अस्ति चेदपि तस्य प्रसक्तिः भवति नित्यं रूपं विभाषेटः रूपद्वयम्. चत्वारि सूत्राणि परन्तु तत्र सूत्रत्रयस्य प्रसक्तिः अपक्षे चिन्वत् अपक्षे, एकस्य प्रसक्तिः चिन्वत् पक्षे. युपागमः अपि चिन्वत् पक्षे एव भवति. चिन् कृतोः इति अस्ति आतो युक् चिन् कृतोः, चिन्वत् पक्षे एव कार्यम्. अत्र किञ्चित् मेप् इव स्मरति चेत् सम्यक् भवति. तस्य आधारेण एव अग्रे अपि अस्ति. अग्रे किम् अस्ति इति एकवारं संक्षिप्तरूपेण वदामि, अनन्तरं पठामः. किमर्थम् इत्युक्ते कात्यायनस्य वार्तिकम् इति बहु किमपि आगच्छति. तत्र ह्रस्वादङ्गात् इति सूत्रे ह्रस्वात् अङ्गात् सस्य लोपः इति अनुवृत्तिसहितसूत्रम् अस्ति. तत्र सस्य इत्युक्ते केवलं सिच् प्रत्ययः एव स्वीकरणीयः वा अथवा सामान्यसकारस्यापि लोपः करणीयः वा इति प्रश्नः. तत्र मतभेदः अस्ति. कात्यायनस्य वार्तिककारस्य एकं मतं, सः वदति केवलं सिच् प्रत्ययस्य लोपः करणीयः इति. भाष्यकारस्य मतं किम् इत्युक्ते सामान्यसकारस्य लोपः करणीयः, केवलं सिच् इति स्वीकुर्मः चेत् तत्र दोषः भवति. अतः तत्र यद् अनुवृत्तिरूपेण आगच्छति तत्र सामान्यसकारस्य लोपः करणीयः इत्येव भाष्यकारः वदति. तत्र उत्तरोत्तरमुनिप्रमाणम् इति अस्ति किल, मुनीनां प्रमाणम् इति अस्ति किल, अतः वयं सर्वदा भाष्यकारस्य मतमेव स्वीकुर्मः. परन्तु तत्र कुत्र कुत्र तत्र दृष्टान्तः स्वीकृत्य तादृशं स्वीकुर्मः चेत् तत्र दोषः कः भवेत्, कुत्र दोषः न भवति इत्येव तत्र महोदयेन उल्लिखितम्. प्रथमं वाक्यानि किञ्चित् जटिलानि भवेत्, अनन्तरं सः महोदयेन एव तत्र सरलरूपेण तस्य व्याख्यानमपि दत्तम्. अतः एकवारं प्रयत्नं कुर्मः. अरुणा भगिनी पठति वा ह्रस्वादङ्गात् इति सूत्रे? अश्वात् अङ्गात् इति सूत्रे रात् तस्य इत्यस्मात् तस्य इत्यनेन सर्वेषां शकाराणां ग्रहणं च. तर्हि व्याख्याने कथं चिच एव लोपः उक्तः इति चेत् चलो झलि इति पूर्वसूत्रे सिचः एव सकारलोपः इति सर्वेषाम् अङ्गीकारः. ततः अग्रे अश्वात् अङ्गात् इत्यपि तथा द्वयोः पूर्वसूत्रे चिछ धीच इत्यस्मिन् प्राचीनकाले मतभेदः. अस्मिन् विषये सिद्धान्तकौमुद्याः टीकाकारः बालमनोरमा इति भवेत् अत्र ह्रस्वात् अङ्गात् वयं जानीमः. ह्रस्व अङ्ग अस्ति चेत् चिच् लोपः भवति जलिपरे, तदेव सूत्रं. परन्तु सस्य अस्ति चेत् अपि भवति वा न इति प्रश्नः. सूत्रं केवलं सिच्छति एव, ततः मतभेदः अस्ति. प्राचीनमते द्वयोः पूर्वसूत्रे धी च इत्यस्मिन् प्राचीनकाले मतभेदः नाम अवगतं भवति. तत्र किं वदति इत्युक्ते ह्रस्वादङ्गात् इति सूत्रसङ्ख्या पश्यतु 8 to 27, तत्र राक्षस्य इति 24 किल, तस्मात् एव सस्य इति ग्रहणं भवति. राक्षस्य इति अस्ति किल, तस्मादेव सस्य इति अनुवृत्तिः ह्रस्वादङ्गात् पर्यन्तम् आगच्छति. सस्य राक्षस्य इत्यत्र सस्य इत्युक्ते सर्वेषां सकाराणां ग्रहणं, तत्र स्विच् प्रत्ययः इति किमपि नास्ति. राक्षस्य इति सूत्रं वयं बहुवारं कृतवन्तः, संयोगान्तस्य लोपः राक्षस्य नियमसूत्रं, तत्र सकारस्य लोपः इत्येव, केवलं सकारस्य लोपः इति भवति राक्षस्य इत्यत्र. अतः सर्वेषां सकाराणां लोपः इति ग्रहणं भवति. तत्र कुत्र सिचः लोपः इति उक्तं, वयं तु राक्षस्य इत्यनेन सस्य इति अनुवृत्तिः आनीतवन्तः ह्रस्वादङ्गात् इत्यत्र. कथं वयं तत्र सिचः इति अवगच्छामः, व्याख्याने कथं सिचः लोपः इति उक्तः इति प्रश्नः. प्रश्नस्य उत्तरमस्ति जलो जली इति सूत्रमस्ति किल, पूर्वसूत्रम्. तत्रापि 8 to 26 27 ह्रस्वादङ्गात् 26 पूर्वसूत्रं, तत्र सिचः एव लोपः करणीयः सर्वेषां सकाराणां न इति तत्र स्वीकृतमस्ति जलोजलि इति सूत्रे. तत्रापि सस्य इति अनुवृत्तिः आगच्छति. तस्मिन् सूत्रे किम् उक्तम् इत्युक्ते सस्य इत्यनेन केवलं सिचः एव लोपः, अन्येषां सकाराणां न इति अङ्गीकारः. अङ्गीकारः इत्युक्ते वैयाकरणाः तादृशं स्वीकृतवन्तः. अस्तु, अतः तत् सस्य यदा अनुवृत्तिरूपेण ह्रस्वादङ्गात् इत्यत्र आगच्छति तत्रापि सिचः इत्येव स्वीकुर्मः इति एकं मतम्. अनन्तरं तत्र ह्रस्वादङ्गादपि तथा, परन्तु द्वयोः पूर्वसूत्रम् इत्युक्ते जलोजली ह्रस्वादङ्गात् तस्मादपि पूर्वसूत्रमस्ति धी च 8 to 25. तत्र एव मतभेदः भवति सस्य इत्युक्ते सिचः वा सर्वेषां सर्वे सकाराः वा इति, तत्र एव प्रश्नः पुनः आगच्छति. So there is no clarity whether sasya means kevalam sakaraha va sich pratyayaha va iti. Okay. Paninina na uktam. Vyakhyana karaha, ye vyakhyanam kurvanti, tesham madhye tatra matavedaha santi. Sasya ityukte kevalam sakaraha va sichaha eva va iti. तस्मिन् विषये किं वदति इति पश्यामः. बालमनोरमायां किमपि उक्तं सिद्धान्तकौमुद्याय कौमुद्याः टीकाकारः बालमनोरमा इति, तत्र किमपि उक्तं तद् किम् इति पश्यामः इत्येव वदति. एतावत् अवगतं वा? अवगतम्. अस्तु महोदय, पठति वा हेर्धिभावे. हेधिर्भावे चकासे वद्धि इति स्थिते धी च इति सलोपः इति सिद्धान्तः. तत्र मतान्तरमाह सिचः एव इत्येके इति, धी च इति लोपः सिचः इति एके मन्यते इत्यर्थः. धी सकारे सिचः लोपः चकाराधीति प्रयोजनम् इति वार्तिकादिति तदाशयः. अस्मिन् पक्षे सकारसजस्त्वेन दकारः, तदाः चकासयोग धी इति चकाद्धी इति एके इति स्वर स्वरसोद्भावनम् इति इति अस्वर इति अस्वर अस्वर अस्वरतो उद्भावन उद्भावनम् अस्वरतः उद्भावनं तद्बीजं तु दीसकारे सिचहलोपः इति वार्तिकं प्रत्याख्याय दीसकारे सिचहलोप इति वार्तिकं प्रत्याख्याय सकारमात्रस्य धी च इति लोपस्य अभ्युपगमः तदाह चकाधि इत्येव भाष्यम् इति अत्र भाष्यकारः चकाधि इत्येव अस्ति न तु सामान्यसकारस्य एव लोप ग्रहणम् अस्ति न तु सिचः लोपः इति इति तेषां मतमस्ति परन्तु अन्येषां मतमस्ति तत्र सिचः एव अस्ति इति कृत्वा तत्र चकास्य वधि इत्यस्मिन् सकारस्य लोपः न भवति चकास्य वधि इति अस्ति तत्र चकासि तस्य जस्त्वं भवति जलां जषि इत्यनेन अथवा चकादियोगधि चकाद्धि इति रूपं भवति इति केचन वदन्ति परन्तु अस्माकं तु भाष्यकारस्य मतम् एव स्वीकरणीयम् इति सत्यं तदेव तत्र बीजं तत्र चकाद्योगः हि लोट् मध्यमपुरुष एकवचनं पूजल्भ्यो हेर्भिः तदेव हेर्भि भावे चकाद्योगः इति उक्तम् आम् सत्यम् अतः ते वदन्ति एकं मतं किम् इत्युक्ते सिच्येव इति एके इति सिच्येव स्वीकरणीयः इति एकं मतं तदेव कात्यायनस्य मतं वार्तिककारस्य मतं परन्तु भाष्यकारः किं वदति सकारः इत्युक्ते सामान्यसकारः चकात् इत्यत्र यत् सकारः अस्ति तस्य एव लोपं वयं कुर्मः चकादि इति रूपं साधु एव इति तेषां मतं समीचीनं वा तद् एतावत् सम्यक् अस्ति वा आम् पठतु महोदय अत्र इति अग्रे अत्र अत्र इति अस्वर उद्भावनम् इति अस्ति अस्वरस्य उद्भावनम् अस्वरस्य उद्भावनम् इति अस्ति तत्र अर्थः कः इति वर्तते अस्वरस्य उद्भावनं नाम स्वरं नाम औचित्यम् अस्वरम् इत्युक्ते अनौचित्यं तर्हि अस्वरस्य उद्भावनम् इत्यनेन अनुचितभावना नाम दोषः इति इति आशयः एके इति अस्वरस्य उद्भावनम् इत्यस्मात् आरभ्य भाष्यकारस्य मतम् अभ्युपगमः इत्युक्ते लोपस्य बीच इत्यस्य लोपस्य अभ्युपगमः इत्यन्नाम अङ्गीकारः अभ्युपगम इत्युक्ते अङ्गीकारः इति अतः चकाधि इति तत्र जस्त्वेन दकारः अपि च धकारः अस्ति अस्ति तत् अस्वरभावनम् अनौचित्यं दोषपूरितरूपम् इति भाष्यकारस्य मतमस्ति सः न अङ्गीकरोति दोषाय इति वदति सिच् इति एव केवलं सकार सिच् सकारस्य लोपः इति कृत्वा अत्र वयं जलां झषि इत्यनेन झष्त्वं सर्वं कृत्वा चकादि इति यद्रूपं साधयामः तद् अनौचित्यं तद् न स्वीकरणीयं तद् दोषरूपम् इति भाष्यकारः वदति सः वदति सकारः इत्युक्ते सर्वे सकाराः सामान्यसकाराः एव स्वीकरणीयं तदेव अभ्युगमः तस्य अभ्युगमः इत्युक्ते सः तदेव स्वीकरोति तेषां मतं तदेव स्पष्टमस्ति वा उषा भगिनी अरुणा भगिनी क्लेशः भवति भगिनि एनिवे सो चकास् योगः हि इति चेत् चकास् योगः दि चकास् देन् दिच इत्यनेन सकारलोपः भवति इति भाष्यकारः वदति भाष्यकार सो चकादि इति रूपं साधु इति भाष्यकारः वदति एण्ड् कात्यायनमत इट्स् ओन्लि सिच् सो अत्र चकास्दि इत्येव भवति इति चकाद्धि इति भवति तत्र जष्त्वं सर्वं भूत्वा चकाद्धि इति रूपं भवति ओके ओके इति तस्य मतम् ओके ओके सिचः लोपः एव चकास् इत्यत्र चकारलोपः धीच इत्यनेन न भवति इति कात्यायनः वदति. परन्तु भाष्यकारः विपरीतरूपेण वदति अत्र तस्य लोपः इत्येव उक्तं चकास् इत्यत्र सकारः अस्ति तस्यापि लोपः अनेन सूत्रेण कर्तुं शक्यते दीपरे अस्ति. तत्र हि इत्यस्य धि जातः किल अतः तस्य मतं तदेव. What is the aswaras, aswarasya udbhavanam? Aswarasya udbhavanam ityukte yada vayam chakadhi iti rupam sadayamaha bhashyakarah kim vadati ityukte anauchityam rupam uchitam rupam nasti etad yad bhavantah chakaralopah na kritavantah dicha iti sutrena tad tu anauchityam asti doshaya asti. तत्र एके इति आरभ्य भाष्यकारस्य मतम् एके इति अस्वर उद्भावनम् अस्वरसोद्भावनं तद् बीजम् इति यद् सर्वम् अस्ति किल तद् भाष्यकारस्य मतम् सः वदति एके इत्युक्ते सिच् इति एके इति वदन्ति किल कात्यायनः सिच् इति एकः एव स्वीकरणीयः सकारः इति केवलं सकारस्य स्वीकरणं मास्तु इति यद् वदन्ति तद् दोषाय अनौचित्यम् अस्ति. तादृशं वयं रूपं साधयितुं न शक्नुमः लोपस्य अभ्युगमः ते दीच इत्यनेन यद् लोपः भवति तदेव ते स्वीकृतवन्तः तस्य एव अङ्गीकारः अस्ति. तत्र वयं किमर्थम् एतत् सर्वं वदामः इत्युक्ते तत्र उत्तरोत्तरं मुनीनां प्रमाणम् इति अस्ति किल तत्र वयं भाष्यकारस्य मतमेव स्वीकुर्मः तत्र सकारलोपः कुर्मः अतः तत्र ह्रस्वातङ्गात् इत्यत्र यत् स्वस्य इति आगच्छति तद् केवलं सिच् प्रत्ययस्य वा सर्वेषां सकारस्य लोपः वा इति तत्र चिन्तनीयम् अतः एव तदागच्छति. भवती एव अग्रे दृष्टान्तः पठतु भगिनि अत्र इमे दृष्टान्ताः अत्र इमे दृष्टान्ताः अवलोकनीयाः चकास् योगः दि इति चेत् धिच इत्यनेन सकारस्य लोपः भवति चकायोगः दि वर्णमेलनं चकाधि भवति आस् इति कृते आस् योगः द्वे द्वे सो धिच इत्यनेन सकारलोपः भवति आयोगः द्वे आद्वे भवति आशास् योगः द्वे धिच इत्यनेन सकारलोपानन्तरम् आशाद्वे इति भवति वस् योगः द्वे धिच इत्यनेन वद्वे इति भवति. सो Yeah, these are according to Bhashyakara. Bhashyakara, aam. Dicha, anantaram patami bhava, sutram, sakarasya lopaha bhavati, dakaradi pratyaya pare. Vayam drishtavantaha, idam sutram, sakarasya lopaha bhavati, dakaradi pratyaya pare. Anuvritti saitha sutram, dicha sasya lopaha, di dakaranta pratyaya paraha arti chetta, सकारस्य लोपः भवति इति संहितायाम् इति कृते सकारस्य लोपः भवति इति सूत्रं वदति. सत्यं यत्किमपि सकारः भवतु इत्येव तत्र सूत्रे तु किमपि न उक्तं किल अतः चकास् इति सकारान्तधातुः अस्ति सकारस्य लोपः भवति दकारादिप्रत्यये परे दकारादिप्रत्ययः अस्ति सकारलोपः भवति तावदेव. इदानीं वयं तद् सकारः सिच् वा किमपि न जानीमः सूत्रं दृष्ट्वा व्याख्यानबलेन एव वयं तद् सस्य इत्युक्ते सिच् वा न वा इति स्वीकुर्मः. इदानीम् अग्रे पठतु भगिनि तदेव यद् पूर्वम् उक्तं तदेव स्पष्टरूपेण उक्तम् इदानीम् येषु उदाहरणेषु प्राचीनमतभेदः कात्यायनः इति वार्तिककारः उक्तवान् यत् धिच इत्यनेन सिच्चः एव सकारलोपः न तु सर्वेषां सकाराणां. तदर्थम् अदादेहे चकासृ अदादिगण ओके तदर्थं च अदादिगणधातु चकासृ दीप्तौ इति लोटि चकास् योगः दि इति भवति हूजल्भ्यो हेदिः इत्यनेन हि स्थानेभिः इति स्थितौ सकारस्य लोपः न जायते. फलतः जलां जश् जशि इत्यनेन जष्ट्वात् सकारस्य दकारः सकारस्य दकारः भवति तेन् चकादि इति रूपं रूपं सिद्ध्यति. दिस् कात्यायनस्य मद ओके ओके. एवमेव आद्वे आशाद्वे वद्वे उदाहरणेषु आद्वे आशाद्वे वद्वे वद्द्वे वद्वे इति अत्र भाष्यकारः वदति वदति यत् रूपं चगादि चकादि न तु चकादि इति मन्तव्यं भाष्यकारः ओके. तदर्थं दिच इत्यनेन सामान्यसकारस्य लोपः भवति. तत्र च पयस् इति पयस् योगः धावति इति चेत् दिच इत्यनेन सकारस्य लोपः लोपः अभूत्वा रुत्वविसर्गौ ओके लोपः अभूत्वा रुत्वविसर्गौ पयो धावति पयस्योगः धावति पयो धावति इति रूपम् अपेक्षितम् ओके. अनेन समानपदे इति अर्थः समानपदे इति अर्थः अपि संयोजितः. भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतम्. ऐ थाट् आल् दिस् टैम् इट् नौ द टर्स् लाङ्ग्वेज् स्टार्टेड् ओके. भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतम् आहत्य समानपदे सामान्यसकारलोपः भवति ठकारे परे इति सूत्रस्य फलितार्थः ओके. तदर्थं व्याख्याने दीयते सकारस्य लोपः भवति धकारादिप्रत्यये परे. अत्र धकारादिप्रत्यये परे इत्यस्य कथनेन समानपदे इति अर्थः साधितः ओके. धकारस्य अतः दिच इत्यनेन सकारसामान्यं समानपदे जलो जली ह्रस्वातङ्गात् इत्याभ्यां सिचः एव सकारलोपः. भगिनि फैनलि दे आर् सेङ्ग् सिचः एव सकारलोपः. तत्र पुनः एकवारं पठतु तत्र सम्यक् भवति कस्य मतं वयं स्वीकुर्मः इत्येव बाह्यकारस्य मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतं. सर्वाधिकारः इत्यनेन साधारणसकारः एनी सकारः इति ऐ डोण्ट् नो. आहत्य समानपदे सामान्यसकारलोपः सामान्यसकारलोपः भवति दकारे परे इति सूत्रस्य फलितार्थः ओके. तदर्थं व्याख्याने दीयते सकारस्य लोपः भवति दकारातिप्रत्यये परे ओके. अत्र दकारातिप्रत्यये परे इत्यस्य कथनेन समानपदे इति अर्थः साधितः. सो पयस् योगः धावति तत्र किमर्थं सकारलोपः न भवति पयस् समानपद नास्ति समानपदं नास्ति इत्यनेन सकारस्य लोपः अभूत्वा या कृत्वविसर्गो भवति. सो सकारस्य ससजुषो रुः अण्ड या सो पयो धावति इति भवति सत्यं. दकारः इति प्रत्ययः नास्ति किल धावति इति दकारादिप्रत्यये परे. सो दट्स् वै द समानपदे अपि गिवन् अण्ड दकारः प्रत्ययः अपि नास्ति इत्यनेन सकारसामान्यं समानपदे ओके. जलो जली ह्रस्वात् अङ्गात् इत्याभ्यां सिचः एव सकारलोपः ओके. सो दे आर् रेफ्यूटिङ्ग् द भाष्यकारात् मतं तावदेव. भाष्यकारः किम् उक्तवान् तत्र सकारादि धातुः अस्ति वा किमपि सकारादिपदम् अस्ति चेत् तत्र दकारादिप्रत्यये परे तस्य लोपः भवति इत्येव किल. इदानीं पयस् योगः धावति इत्यत्रापि तत्र तस्य प्रसक्तिः भवेत्, परन्तु दीच किं वदति सकारादि सकारस्य लोपः भवति दकारादिप्रत्यये, दकारादिप्रत्यये परे इत्युक्ते समानपदं, तत्र समानपदम् इति योजनीयं, तदा एव पयस् धावति इत्यत्र तस्य प्रसक्तिः न भवेत् दीच इत्यस्य. अतः तद् ते किं कृतवन्तः, इदानीं तत्र दीच इत्यत्र वयं सकारसामान्यं समानपदे इति स्वीकृत्य जलोजलि ह्रस्वादङ्गात् इत्यत्र सिचः एव सकारलोपः इति स्वीकुर्मः इति. किमर्थम् इत्युक्ते एतदपि स्मर्तव्यं, दीच इति सूत्रं बहुवारं वयमेव अस्माकं वर्गे उपयोगं कृतवन्तः, तत्र सर्वत्र सिचः लोपः न कृतवन्तः, सकारलोपः एव अतः सामान्यसकारः एव. परन्तु यदा तद् जलोजलि ह्रस्वादङ्गात् इत्यत्र अनुवृत्तिरूपेण आगच्छति, राक्षस्य इत्यस्मादेव आगच्छति सस्य इति, तत्र तत् सकारस्य अर्थः कः इत्युक्ते सिचः एव, तावदेव. अस्तु भगिनि, तदेव फलितार्थः. सस्य इति यद् पदम् अनुवृत्तिरूपेण आगच्छति तस्य दीच इत्यत्र सामान्यसकारः, परन्तु ह्रस्वादङ्गा जलोजलि इत्यत्र सिचः विषये एव तद् वदति इति कात्यायनस्य मतम्. अट् द एण्ड् आफ् द डे रूपं साधनीयं, तदेव स्मरतु, तदेव मुख्यं, तद् वि हाव् टु गो अबौट् वित् एक्स्प्लेनेशन्. सामान्यतया वयं तत्र साधयितुं न शक्नुमः, तत्र विषये किमर्थं कथम् आगच्छति इति अपि वक्तव्यं किल, तत्र एतादृशं तत्र प्रूफ् इति वदामः किल, प्रमाणम्. अस्तु महोदय, स्पष्टमस्ति वा? आं भगिनि, अवगतं भगिनि. आम् सो अग्रे तु इकारान्त ईकारान्तदातवः अस्ति, तत्र एतादृशं किमपि चिन्तनं न भवति, भवन्तः एव ची धातुः तद् प्रत्ययाः तु सन्ति एव, किञ्चित् प्रयत्नं कुर्वन्तु ची धातुः लू धातुः अपि चिन्वत्पक्षे अपक्षे रूपद्वयं साधनीयं, तत्र सूत्रचतुष्टयं दृष्टवन्तः अस्य प्रसक्तिः अस्ति वा इति पश्यन्तु, अनन्तरं गुणकार्यस्य प्रसक्तिः अपि अस्ति वा इति पश्यतु. सताम् इति आर्धधातुकप्रत्ययः, तद् वयं यदा साधयामः अग्रिमसप्ताहे, अनन्तरम् अग्रे सत् कुटादयः इति अन्तर्गणः तत्सर्वं द्रष्टुं शक्नुमः. तद् गतसप्ताहे तद् गुः धातुः तत्र ऊदुपदाया गोहः इति एकमेव सूत्रमस्ति, अन्यत् किमपि नास्ति, अतः अनेन एव तत्र दीर्घः भवति. अहमपि बहुवारं दृष्टवती, कुत्र अन्यत्र अपि तत्र अन्वेषणं कृतवती, एकमेव सूत्रं तदे अनेन एव दीर्घः भवति, ऊदुपदायाः गोपः. अस्तु भगिनि, अत्र चिन्वद्भावः नास्ति इत्येव वयं दृष्टवन्तः खलु, गुह् धातोः सेट् पक्षे. आम् तत् सत्यं, किमर्थम् इत्युक्ते स्यासित्सियुक्ताचिषु इत्यनेन न भवति इति, चिन्वद् न भवति तत्र, तत्र ग्रह हन् ग्रह दृश्य अजन्तदातुः, गुह् धातुः अस्मिन् अन्तर्गणे नास्ति, अन्तर्भावितं तत्र नास्ति, अतः तत्र अनेन न भवति. परन्तु तत्रापि वयं रूपद्वयं साधितवन्तः किल, अपोहि गुप्शातां क्षन्त सेट् अनिट् इति, तत्र दीर्घः केवलम् ऊदुपदाया गोहः एव, अन्यत् किमपि अस्ति चेत् अहं पुनः अपि पश्यामि, यत् यत्किमपि दृष्टवती तदेव आसीत् वर्गे, तद् तस्मिन् विषये किमपि न उक्तम् अहं, तदपि श्रुतवती परन्तु अस्मिन् विषये नास्ति. अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. But the whole loom